नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां बलाबलचिन्तनम् इति विषयः अनुवर्तते. तत्र प्रवर्तमानः विषयः अस्ति अन्तरङ्गम् इति विषये. अर्थकृतनिमित्तम् इत्यस्य उदाहरणं कथमस्ति इति अस्माभिः अत्र परिशील्यते. अर्थकृतनिमित्तस्य अत्र उदाहरणमस्ति त्रि इति शब्दस्य तिसृणाम् इति उदाहरणे केषां सूत्राणां प्रवृत्तिः, अपि च तत्र बलाबलस्य चिन्तनं कथं भवति इति एव विषयः अस्ति अधुना. गतवर्गे अस्माभिः चर्चितं यत् त्रियोगः आम् इति षष्टिबहुवचने तत्र बहूनि सूत्राणि प्रसक्तानि सन्ति. एकमस्ति त्रिचतुरोस्त्रियां तिसृचतस्र इति सूत्रेण स्त्रियां त्रिस्थाने तिस्र आदेशः भवति यः कोऽपि विभक्तिप्रत्ययपरे विभक्तिप्रत्ययः परः अस्ति. तदनन्तरं तत्र त्रेस्त्रयः इति सूत्रेण त्रिस्थाने त्रयादेशः अपि भवितुमर्हति आं प्रत्यये परे. तत्पश्चात् तत्र ह्रस्वनद्यापो नुट् इत्यनेन नुडागमः भवति, यतोहि त्रि इति अङ्गं ह्रस्वान्तम् अङ्गमस्ति, अतः आम् प्रत्ययस्य नुट् आगमः. तदनन्तरं नामी इति सूत्रेण अजन्ताङ्गस्य दीर्घादेशः भवति, अतः तत्र दीर्घत्वमपि भवितुमर्हति. अनन्तरं न तिसृचतस्र इति सूत्रेण दीर्घस्य निषेधः, नामी इति सूत्रेण यः दीर्घादेशः भवितुमर्हति तस्य निषेधः भवति न तिसृचतस्र इति सूत्रेण. तर्हि इदानीम् एतानि सर्वाणि सूत्राणि प्रसक्तानि. तर्हि तत्र चिन्तनक्रमः कथं भवति इत्येव अत्र विषयः अस्ति. तर्हि गतवर्गे किम् अस्माभिः चर्चितमिति चेत् त्रेस्त्रयः इति सूत्रम् अपि त्रिस्थाने त्रयादेशः भवितुमर्हति, तस्यापि प्रसक्तिः अस्ति. त्रेस्त्रयः इति सूत्रेण त्रयादेशः भवितुमर्हति. अनन्तरं त्रिचतुरोस्त्रियां तिसृचतस्र इति सूत्रेण तिस्र आदेशः अपि भवितुमर्हति. तर्हि अनयोः मध्ये बलाबलस्य चिन्तनं यदि कुर्मः तर्हि तत्र कीदृशचिन्तनमस्ति? अरविन्द महोदय वदति वा? अन्यत्र लब्धावश्यमस्ति वा न इति प्रथमं दर्शनीयम् इति कृत्वा त्रयत्रयाः तस्य अन्यत्र अवकाशः लिङ्गत्रयाणामपि अवकाशः अस्ति. एवं स्त्रीत्वविषये त्रिचतुरस्त्रियां तिसृचतुस्त्रि इति सर्वासु विभक्तिषु तस्य प्रसक्तिः अस्ति स्त्रीत्वविभेषाम् इति कृत्वा पृथक् पृथक् क्षेत्रे उभयोः प्रत्येकं कार्यस्थलं वर्तते. किन्तु आम् इति प्रत्ययस्तरे उभयोः तुल्यबलत्वं भवति इति कृत्वा बल प्रतिषेधे परं कार्यम् इति सूत्रस्य बलत्वात् तिसृचतुस्र इति परसूत्रमस्ति कृत्वा तस्य बलं भवति इति प्रथमं सोपानं. समीचीनं. तत्पश्चात् अन्तरङ्गम् अस्ति वा इति चिन्तनीयं. तत्र त्रयस्त्रयः इति सूत्रस्य बहुत्व निमित्तानि अस्ति कृत्वा तस्य बहिरङ्गम् इति वक्तुं शक्यते. स्त्रीत्वविषयां केवलं त्रयां तिसृचतुस्र इति स्त्रीत्वविवक्षा अस्ति कृत्वा तस्य निमित्तानि न्यूनमस्ति इति कृत्वा अन्तरङ्गम् इति कारणतः तस्य अन्तरङ्गत्वं भवति इति. कस्य अन्तरङ्गत्वं पुनः वदतु, कस्य अन्तरङ्गत्वं? त्रिचत्रो त्रियां तिसृचतुस्र इति सूत्रस्य अन्तरङ्गत्वं भवति. पुनः चिन्तयतु, तत्र त्रयस्त्रयः इत्यत्र कति निमित्तानि? त्रयति च स्त्रीत्वविवेश अस्ति एवं त्रयस्त्रयः इति सूत्रे कति निमित्तानि त्रयस्त्रय इत्यस्य सूत्रे पञ्च पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गस्य एवम् आं प्रत्ययस्य एवं सूत्रद्वयं ह्रस्वात् एवं नामी त्रयस्त्रयः इति सूत्रस्य कति निमित्तानि इदानीम् अनयोः एव तत्र चर्चा जायमाना अस्ति खलु त्रिचतुरस्त्रियां तिसृ चतस्र अपि च त्रयस्त्रयः त्रयस्त्रयः भवान् किम् उक्तवान् इति चेत् त्रिचतुरस्त्रियाम् इति सूत्रम् अन्तरङ्गम् इति उक्तं खलु तर्हि इदानीं न्यूनिमित्तानि दृश्यते इति कृत्वा अतः एव तत्र अहं पृच्छामि न्यूननिमित्तानि इति कथं वदति इति प्रतिपादयतु तत्र तु द्वौ निमित्तौ एव स्थानं के ते त्रिचतुरस्त्रियाम् इति सूत्रे हा के ते निमित्ते विभक्ति एवं स्त्रीत्वविवेश इति तु द्वौ निमित्तानि अपि च त्रि इति आवश्यकः खलु त्रीति इति कार्यस्थलम् अस्ति इति कृत्वा तस्य उभयत्र अस्ति इति कृत्वा तस्य तथापि तत्र त्रीत्यपि स्वीकृतु त्रीणि निमित्तानि इति त्रीणि निमित्तानि तु आम् इत्युक्ते तत्र किम् उक्तं विभक्तिप्रत्ययः विभक्तिप्रत्ययः स्त्रीत्वविवेश एवं त्रीणि प्रातिपदिकं च अस्तु इदानीं त्रयस्त्रयः इत्यत्र कति निमित्तानि तत्र त्रयस्त्रय इति तत्रापि त्रि इति प्रातिपदिकस्य तत्र लिङ्गत्रयस्य अपि भवति एवम् एकक्षणम् लिङ्गत्रयस्य अपि भवति इति तत्र सूत्रे उक्तं वा अनुक्तत्वात् तस्य स्वीकरणं कर्तुम् इच्छति अनुक्तत्वात् स्वीकरणम् इति नास्ति तत्र अनुक्तत्वात् सर्वत्र प्रसक्तिः अस्ति पृथक्तया स्वीकरणीयम् इति नास्ति तत्र पृथक्तया किमपि न उक्तं सर्वत्र प्रवर्तते तावदेव किन्तु त्रिचतुस्रो इति पृथक्त्व स्त्रीत्वां विवशा इति कृत्वा तस्य अनुक्तत्व एव चिन्तनीयं न तथा नास्ति अत्र सूत्रे किम् उक्तम् इति एव द्रष्टव्यं किम् अनुक्तम् इति अपि न स्वीकुर्मः अत्र सूत्रे त्रयस्त्रयः इति सूत्रे किम् उक्तम् आम् प्रत्ययपरे त्रिस्थाने त्रयादेशः इति तावदेव उक्तं खलु त्रिशब्दस्य अङ्गस्य आम् प्रत्ययपरे त्रयः आदेशः भवति इति तर्हि कति निमित्तानि त्रिशब्दस्य प्रातिपदिकस्य अङ्गस्य आम् प्रत्ययस्य आदेशस्य कति निमित्तानि आहत्य चत्वारि निमित्तानि अत्र समानतया तुलनं करणीयं खलु त्रिचतुरस्त्रियाम् इत्यत्र विभक्तिप्रत्ययः उक्तम् अत्र त्रयस्त्रयः इत्यत्र आम् प्रत्ययः अपि च त्रि इति प्रातिपदिकं तावदेव खलु किन्तु कार्यस्थलं तु आम् प्रत्ययस्य स्थाने एव चिन्तनीयं न सर्वासु विभक्तिषु न इति भेदः अस्ति परन्तु निमित्तं तु आम् प्रत्ययः तावदेव निमित्तं किं त्रिचतुरस्त्रियां तिसृ चतस्रि इत्यत्र निमित्तं किम् इति चेत् विभक्तिप्रत्ययः एव निमित्तं खलु अत्र त्रयस्त्रयः इत्यत्र निमित्तं किम् आम् प्रत्यय तावदेव अपि च उभयत्र त्रिस्थाने तिसरादेशः तत्र समानमेव परन्तु त्रिचतुरस्त्रियां तिसृ चतस्रि इत्यत्र अधिकं किम् अस्ति स्त्रीत्वं स्त्रीत्वम् इति अधिकमस्ति अतः अत्र त्रयस्त्रयः इति अधिकमस्ति त्रिचतुरस्त्रियां न्यूनमस्ति इति न वक्तुं शक्यते यतोहि त्रिचतुरस्त्रियाम् इति सूत्रे एव स्त्रियाम् इति उक्तम् देयस्त्रयः इति सूत्रे लिङ्गत्रयस्य अनुक्तत्वात् न स्वीकरणीयं वा? न न न न स्वीकरणं, सूत्रे यद् उक्तं तदेव स्वीकर्तव्यं, सूत्रे किमपि न उक्तम् इत्युक्ते सर्वत्र प्रवर्तते लिङ्गत्रयम् इत्येव तत्र नास्ति, सर्वत्र भवितुमर्हति यत्र कुत्रापि. अतः तत्र लिङ्गत्रये इति पृथक्तया अर्थग्रहणं नास्ति, सूत्रे उक्तं चेदेव अर्थग्रहणम्. अत्र त्रिचतुरस्त्रियाम् इति सूत्रे पृथक्तया स्त्रियाम् इति अर्थग्रहणम् अस्ति इति कृत्वा एव अस्माकं चिन्तनं प्रवर्तमानम् अस्ति खलु इति कृत्वा. एकक्षणं, स्त्रियाम् इति वदनेन स्त्रीलिङ्गे इति एव अर्थः खलु भगिनि? आम्. अतः अत्र त्रयस्त्रयः इति वदनेन त्रिषु लिङ्गेषु तत् प्रवर्तते इति अर्थः, फलितार्थः भवति खलु तत्र? फलितार्थः भवति, परन्तु तद्वयं स्वीकृत्य वयं तत्र चिन्तनं न कुर्मः, तादृशचिन्तनं न कुर्मः. यत्र यत्र यत्र सूत्रे उक्तं, यत्र सूत्रे अनुक्तपदानां विषये वयं चिन्तनं न कुर्मः. सूत्रे यत् यानि पदानि सन्ति तानि स्वीकृत्य एव चिन्तनं. निमित्तम् इत्युक्ते सप्तम्यन्ततया वा पञ्चम्यन्ततया यत् पदं सूत्रे अस्ति तस्य विषये चिन्तनं. त्रिषु लिङ्गेषु प्रवर्तते इति कृत्वा तत्र पृथक् पृथक्तया त्रीणि निमित्तानि भवती स्वीकर्तुम् इच्छति वा? पुल्लिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति, नपुंसकलिङ्गे अस्ति इति स्वीकर्तुम् इच्छति खलु? तथा नास्ति. सूत्रे यदुक्तं, सूत्रे यदुक्तं तदेव वयं स्वीकुर्मः, तत्र अनुक्त अर्थानां ग्रहणं नास्ति. अस्तु, हा इति कृत्वा त्रिचतुरस्त्रियां त्रिषु चतुस्रि इति सूत्रं बहिरङ्गम् अस्ति, न तु अन्तरङ्गं. बुद्धं वा? स्पष्टता अस्ति वा? करपत्रे तु भिन्न तदेव लिखितं, तदेव लिखितं, तदेव लिखितम्, अन्यत् किमपि न लिखितं. कुत्र अस्ति भिन्नरीत्या? पश्यतु, अस्यां प्रक्रियायां त्रिचतुरौ स्त्रियां त्रिषु चतस्रु इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थकृतनिमित्तं निमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेशः विधायकशास्त्रं बहिरङ्गं भवति. त्रयस्त्रयः इति त्रयादेशस्य विधायकशास्त्रं प्रति. कः अर्थः तस्य? समीचीनं भवति. हा, त्रयस्त्रयस्य अन्तरङ्गत्वम् अस्ति, त्रिचतुरस्त्रयस्य बहिरङ्गत्वम् अस्ति. हा, इति अस्ति, इति अस्ति. तत्र सूत्रे यद् उक्तं तदेव स्वीकर्तव्यम् इत्युक्ते तत्र उत्सर्गः इति अर्थः, इत्युक्ते त्रयस्त्रयः इति सूत्रं सर्वत्र प्रवर्तते इत्युक्ते पृथक्तया किमपि न उक्तं, सूत्रे निमित्ततया किमपि न उक्तं, केवलम् आं प्रत्यये परे इति तावदेव उक्तं. परन्तु त्रिचतुरौ स्त्रियाम् इत्यत्र स्त्रियाम् इति पृथक्तया उक्तम् इति कृत्वा इदानीं वयं स्त्रीलिङ्गे इति अर्थकृतनिमित्तं स्वीकुर्मः चेत् तत्र का गतिः इति वयं चिन्तयामः चेत् त्रिचतुरौ स्त्रियां तिसृ चतस्रे इति सूत्रं बहिरङ्गं भवति, त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. अस्तु, तर्हि इदानीं, हा समीचीनं महोदय, इदानीम् अग्रे अत्र मीना भगिनी वदतु, तदनन्तरं तत्र किं किमस्ति चिन्तनं भगिनि? सूत्रम् इति वदामः चेत् अनुवृत्तिसहितसूत्रमपि स्वीकर्तुं शक्नोति वा, केवलं सूत्रमेव वा? अनुवृत्तिसहितसूत्रमेव, अनुवृत्तिसहितसूत्रम्. अत्र तु अन्यत् किमपि नास्ति खलु अनुवृत्तिसहितसूत्रे? तत्तु अत्र नास्ति, यतोहि अनुवृत्तिसहितसूत्रं भवेत् खलु, तत्र इतोपि निमित्तम् अधिकं भवेत् खलु, तत् स्वीकर्तुं शक्यते खलु इति. किम् अस्ति अधिकं निमित्तम् अत्र? न जानामि, द्रष्टव्यं. न, अधिकं किमपि नास्ति, तावदेव निमित्तम् अस्ति. तावदेव अत्र, यदि तत्र इतोपि निमित्तानि सन्ति चेत् तत्र करपत्रे तानि भवन्ति खलु. यदि तत्र न दत्तं, केवलं त्रिस्थाने त्रयादेशः आमिपरे इति उक्तं चेत् तावदेव अस्ति, अङ्गस्य इति अस्ति तावदेव, अन्यत् किमपि नास्ति. उभयत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, अन्यत् किमपि नास्ति. सर्वदा स्मर्तव्यम् इत्युक्ते सूत्रे यद् उक्तं तदेव चिन्तनीयं, तत्र अनुक्त अर्थानां ग्रहणं नास्ति. अस्तु, तर्हि ततः अग्रे मीना भगिनी वदतु, इदानीं तत्र त्रिचतुरौ स्त्रियां त्रिषु चतस्र इति सूत्रं बहिरङ्गम् इति उक्तं, तर्हि इदानीं किम् अस्ति, ततः अग्रे किं चिन्तनीयं? नमस्ते भगिनी, विजयलक्ष्मी विलम्बेन आगतवती. नमस्ते भगिनि. अत्र अन्तरङ्गविषये त्रयस्त्रयः इति अन्तरङ्गसूत्रम् इति निश्चितं निमित्तद्वयमेव अस्ति. त्रिश्चतुस्त्रियां त्रिश्चतुस्त्रियां त्रिषु चतुर्षु इति सूत्रे निमित्तत्रयम् अस्ति, तस्मात् बहिरङ्गम् अस्ति. अस्य असिद्धबहिरङ्गम् अन्त बहिरङ्गम् अन्तरङ्गे इति असिद्धमेव, तस्मात् अन्तरङ्गत्रयस्त्रयस्त्रयः इति सूत्रं बलवत् अस्ति. तस्मिन् समये स्थानिविद्भावः इति भगिनी तदेव उक्तमेव गतवर्गे. त्रिस्थाने त्रयः भवति. एकम् एवं सति कः क्लेशः इति प्रथमतया वदतु. स्थानिवद्भावस्य स्वीकरणात् प्राक् इदानीं कः क्लेशः? तत्र त्रयस्त्रयः नामिपरे दीर्घं भवति, त्रयाणाम् इति नामिपरे दीर्घं भवति. परन्तु तिस्र भवति स्त्रियां, तत्र तत्रापि दीर्घत्वं भवितुं शक्यमेव. एकक्षणम् इदानीं स्त्रीत्वविवक्षा एव अस्माकं स्त्रीलिङ्गे दीर्घत्वं भवितुम् अर्हति इति किमर्थं वदति? इदानीं स्त्रीलिङ्गस्य विषये एव वयं चिन्तयामः. स्त्रीलिङ्गस्य विषये एव इदानीं भवत्या उक्तं, त्रयस्त्रयः इति एव अत्र कार्यं करोति अन्तरङ्गत्वात् इति उक्तं. तर्हि त्रययोगः आम्, इदानीं किं भवति? त्रययोगः नामी परे इति नामी इति सूत्रेण दीर्घत्वं भवति. अस्तु, त्रयाणाम् इति भवति. इदानीं कः क्लेशः? त्रि इति प्रातिपदिकं तत्र त्रि स्थाने स्त्रियां स्त्रीलिङ्गे स्त्रयः भवति, तिस्रः भवति. न एकक्षणं, स्त्रीलिङ्गे इदानीं चिन्तनं, तत्र हैपोथेटिकल् अनालिसिस् अस्ति. अत्र अर्थकृतनिमित्तं स्वीक्रियते चेत् कः क्लेशः इति हैपोथेटिकल् अनालिसिस् अस्ति. सा वास्तवतया त्रयाणां तिसृणाम् इति रूपम् अस्ति इति भिन्नविषयः अस्ति. अत्र भेदः कः इत्युक्ते, अन्तरङ्गम् इति यदा वदामः तत्र अङ्गम् इत्युक्ते निमित्तम् इति उक्तं. निमित्तं कीदृशनिमित्तं स्वीकर्तव्यम्? अर्थकृतनिमित्तं स्वीकर्तव्यं वा, संज्ञाकृतनिमित्तं स्वीकर्तव्यं वा, अथवा शब्दकृतनिमित्तं स्वीकर्तव्यं वा इति प्रश्नः आसीत् अस्माकं, खलु? तर्हि संज्ञाकृतनिमित्तम् इत्यस्य विषये अस्माभिः चर्चितं, तत्र किं भवति इति दृष्टम्. इदानीम् अर्थकृतनिमित्तं स्वीक्रियते चेत् कः क्लेशः इति एव अत्र प्रदर्शयति. इदानीं त्रियोगः आम् इति स्थितौ अर्थकृतनिमित्तं स्वीक्रियते चेत् कः क्लेशः इति अत्र कोऽपि वदतु. स्त्रीलिङ्गे तिसृ आम् इति स्थिते अत्र नामी इति सूत्रं प्रसक्तिः नास्ति तत्र. प्रसक्तिः नास्ति किमर्थम्? अस्तु, शोभा भगिनी वदतु किञ्चित्. चतस्रि इति सूत्रः भवति दीर्घत्वं अपवादेन. न इदानीं त्रयस्त्रयः इति सूत्रेण त्रयादेशः भवति अन्तरङ्गत्वात्. तत्पश्चात् किम् अस्ति प्रक्रिया, कथम् अस्ति प्रक्रिया? त्रयाणाम् इति नामिपरे दीर्घत्वं भवति, त्रयाणाम् इति भवति. तर्हि इदानीं कः क्लेशः? एकस्य सूत्रस्य कार्यं न भवति. कस्य? समीचीनं. न तिस्र चतस्र इति सूत्रस्य अवकाशः न लभ्यते. किमर्थं न लभ्यते? तत्र एकवारं त्रयः इति त्रयाणाम् इति भवति, तदनन्तरं तिसृ इति आदेशः कुत्रापि न भवति, अतः तस्य सूत्रस्य कार्यमेव न भवति भगिनि. हा, तिसृ इति आदेशः कुत्रापि न भवति इति नास्ति, अत्र न भवति, आमीपरे न भवति. क्षम्यतां, क्षम्यतां, तत्र आमीपरे न भवति इति कृत्वा न तिसृ चतस्र इति सूत्रेण इति सूत्रस्य कार्यं न भवति. न तिसृ चतस्र इति सूत्रस्य किम् अस्ति कार्यम्? तत्र दीर्घत्वनिषेधः कदा? नामिपरे. नामिपरे कदा? कदा? कस्य कस्य दीर्घत्वं? स्त्रियां. स्त्रियां स्त्रियां तिसृ आदेशस्य दीर्घत्वस्य निषेधः खलु? तिसृ आदेशस्य दीर्घस्य निषेधः. अधुना अत्र तिसृ आदेशः एव न जातः, त्रयादेशः जातः इति कृत्वा न तिसृ चतस्र इत्यस्य अवकाशः न लभ्यते इति क्लेशः अस्ति. अर्थकृतनिमित्तं स्वीक्रियते चेत् तादृशक्लेशः अस्ति. बुद्धं वा क्लेशः कः इति क्लेशः. तर्हि अत्र किञ्चित् तत्र ओ अस्तु क्लेशः अस्ति वा इदानीं तत्र पूर्वपक्षी वदति, यः तत्र अर्थकृतनिमित्तं स्वीकरोतु इति वदति खलु, तर्हि तस्य कृते वयं वदामः ओ अर्थकृतनिमित्तं वयं स्वीकुर्मः चेत् न तिसृ चतस्र इति सूत्रस्य अवकाशः नास्ति इति वयं वदामः. तदानीं तत्र पूर्वपक्षी किं वदति इति चेत् न अत्र स्थानिवद्भावेन वयं स्वीकर्तुं शक्नुमः इति वदति. तर्हि पुनः वयं किं कुर्मः? पुनः वयं वदामः न स्थानिवद्भावं स्वीकुर्मः चेदपि क्लेशः अस्ति. अस्तु भगिनि, धन्यवादः. इदानीं एकः प्रश्नः, तत्र अर्थनिमित्तकत्वं न स्वीकरणीयम् इति विषयः किल, तत्र स्त्रियाम् इति त्यजामः चेत् द्वयोः सूत्रयोः निमित्तद्वयमेव भवति वा? सत्यं, समानमेव भवति. स्त्रियां नास्ति चेत् समानमेव अस्ति. अतः तत्र त्रयस्त्रयः इति अन्तरङ्गं न भवति तदा. तदा अन्तरङ्गं न भवति. यदि अर्थकृतनिमित्तं नास्ति तदानीं द्वयोः अपि निमित्तं समानमेव. तत्र किञ्चित् अवगमनम् अभवत्, किन्तु पूर्वं संज्ञा इति किमर्थं न भवनीयम् इति दृष्टवन्तः. तत्र न इति अनुनासिकसंज्ञा अस्ति इति सम्यक्तया अवगमनं तत्र न आसीत् भगिनि. अनन्तरं सारांशरूपेण पश्यामः. अर्थकृतनिमित्तं दृष्ट्वा तदनन्तरं संज्ञाकृतनिमित्तम् अर्थकृतनिमित्तं पुनः एकवारं परिशीलयामः. अधुना अत्र भवती वदतु, इदानीं स्थानिवद्भावेन कथं भवति कार्यम्, अथवा स्थानिवद्भावेन कीदृशचिन्तनम् आसीत्? तत्र स्थानिवद्भावः इत्युक्ते यद् पूर्वं स्वीकृतं तस्य परिवर्तनं भवति चेदपि, यथा भवती उक्तवती पा इति पिबा इति भवति, पिबा इति वस्तुतः साक्षात् धातुरूपं नास्ति चेदपि पा इत्यस्य कृते किमपि भवितुम् अर्हति, तद् पिबा इत्यस्य स्थाने अपि भवति इति. तत्र तद् लक्षणन्यायेन किम् अस्ति तत्र? तदेव स्थानिवद्भावः, तदेव अस्ति. अत्र किं पृच्छन्ती अस्ति भगिनी, क्षमता? न स्थानिवद्भावेन इदानीं तत्र परिहारः कथम्? इदानीं न तिसृ चतस्र इति सूत्रं व्यर्थं भवति इति उक्तं, तस्य परिहारः कथं भवति? क्षम्यतां, न जानामि तत्र. हा, भवती जानाति एव, परन्तु तत्र परिहारः इत्युक्ते वाट् इस् द फिक्स्? वाट् इस् द फिक्स् सो दट् द सूत्र इस् नाट् वेस्टेड्? तत् अर्थनिमित्तिकम् इत्यनेन एतत् क्लेशः भवति इति कृत्वा अर्थनिमित्तिकत्वं न इत्यस्य उपयोगं न करणीयम् इति एव. समीचीनम्. अर्थकृतनिमित्तकत्वस्य फिक्स् नास्ति तत्र. क्लेशः भवति एव, तत्र भिन्नरीत्या वयं चिन्तयामः चेदपि अन्ततो गत्वा क्लेशः भवति इति सारांशः अस्ति. इदानीं तत्र क्रमेण चिन्तयामः चेत्, अस्तु अधुना न तिसृ चतस्र इति सूत्रं व्यर्थं भवति, तस्य परिहारः कथं भवितुम् अर्हति इति चिन्तयामः चेत् तर्हि इदानीं तत्र वयं उक्तवन्तः प्रथमं त्रयस्त्रयः इति सूत्रेण त्रयादेशः भवति इति उक्तं, तर्हि इदानीम् इदानीं त्रियोगः आम् इति अस्ति, तस्य त्रिस्थाने त्रयादेशः त्रययोगः आम्, त्रयस्त्रयः इति सूत्रेण त्रयादेशः अन्तरङ्गत्वात् अतः त्रयायोगः आम् इति अस्ति. इदानीं तत्र वदति, इदानीं तत्र कोऽपि वदति अस्तु त्रययोगः आम् इति अस्ति चेदपि इदानीमपि मूले त्रि इति एव अस्ति, तर्हि स्थानिवद्भावेन त्रय इति इदानीं स्थानिवत् अस्ति, स्थानिनी त्रि इति आसीत्, इदानीं त्रय इति अपि स्थानिवत् अस्ति इति कृत्वा अधुना त्रिचतुरस्त्रियां तिसि चतुस्त्रि इत्यस्य कार्यं स्यात्. अतः कः क्लेशः, स्थानिवद्भावेन कर्तुं शक्नुमः. इदानीं न भवति तत्र, एकवारं भवति चेत् पुनः न भवति. न न, एकवारमपि न जातम् अत्र, त्रयस्त्रयः इत्यस्य सूत्रस्य कार्यम् एकवारमपि न जातम्. भवती भिन्नसूत्रस्य विषये चिन्तयन्ती अस्ति. इदानीं तत्र स्थानिवद्भावे लिङ्गे अस्ति दीर्घत्वम् इति चिन्तनीयं, दीर्घत्वं सत्यं. न न, एकक्षणम्. अत्र स्थानिवद्भावेन तत्र तिस्र आदेशः भवितुम् अर्हति, त्रिचतुरस्त्रियां तिसि चतस्र इति सूत्रेण तिस्र आदेशः भवितुम् अर्हति स्थानिवद्भावेन इति वयं चिन्तयामः चेत् तत्रापि क्लेशः अस्ति. कः क्लेशः इति चेत् तस्मिन् सन्दर्भे यदा स्थानिवद्भावेन तिस्र आदेशः भवितुम् अर्हति तस्मिन् सन्दर्भे अत्र नामी इति सूत्रेण दीर्घत्वमपि भवितुम् अर्हति. तर्हि इदानीं पुनः पश्यामः नामी इति सूत्रे कति निमित्तानि सन्ति, तिसृ चतस्रि इति सूत्रे कति निमित्तानि सन्ति इति पश्यामः चेत् तत्र नामी इति सूत्रे कति निमित्तानि, निमित्तद्वयमस्ति. निमित्तद्वयमस्ति तत्र अजन्त अङ्गम् अपि च तत्र नामीपरे इति निमित्तद्वयं. त्रिचतुरस्त्रियाम् इत्यत्र कति निमित्तानि, त्रीणि निमित्तानि. त्रीणि निमित्तानि, तर्हि किम् अस्ति अन्तरङ्गम्, नामी इति अस्ति, नामी अन्तरङ्गं भवति, त्रिचतुरस्त्रियां बहिरङ्गं भवति. तर्हि नामी अन्तरङ्गं भवति चेत् इदानीं पुनः त्रिचतुरस्त्रियाम् इति बहिरङ्गम् अतः असिद्धम्, अतः तस्य कार्यं न भवितुमर्हति, स्थानिवद्भावेन अपि तस्य कार्यं भवितुं नार्हति. तर्हि इदानीं वयं किं कुर्मः, नामी इति सूत्रेण दीर्घत्वं कुर्मः चेत् किं भवति, न न एकक्षणं, नामी इति दीर्घत्वं भवति चेत् हा त्रयाणाम् इति रूपं भवति खलु, त्रयाणाम् इति रूपं भवति न वा, भवति खलु. तर्हि इदानीं पुनः कोऽपि वदति ओ अस्तु त्रयाणाम् इति अस्ति चेत् चिन्ता नास्ति, पुनः अहं स्थानिवद्भावं करोमि, इदानीमपि त्रया इति पुनः त्रि इति एव अस्ति, अतः इदानीं तिसृ चतस्रि इति सूत्रेण तिस्र आदेशं करोमि इति कोऽपि वदति चेत् अस्तु करोतु, तर्हि इदानीं तिसृयोगः आम् इति अस्ति खलु, तिसृयोगः आम् इति अस्ति, पुनः स्थानिवद्भावेन तिसृयोगः आम्. इदानीं पुनः नामी इति सूत्रस्य कार्यं भवितुम् अर्हति वा, इदानीं एकवारमेव भवितुं शक्यं किल, पूर्वम् एकवारं जातं खलु, यदा त्रयाणाम् इति कृतं तत्र दीर्घत्वम् एकवारं जातं, तर्हि इदानीं पुनः स्थानिवद्भावेन तिस्र आदेशः भवति तदानीं पुनः दीर्घत्वं न भवितुम् अर्हति, यतोहि तत्र एव तत्र लक्ष्यलक्षणन्याये इति उक्तं खलु, एकवारं एकस्मिन् स्थले एकवारं कार्यं जातं चेत् पुनः तस्मिन् एव स्थले द्वितीयवारं कार्यं भवितुं न अर्हति इति कृत्वा इदानीं नामी इति सूत्रेण दीर्घत्वं न भवितुम् अर्हति. दीर्घत्वमेव न भवितुम् दीर्घत्वं न भवितुम् अर्हति चेत् कथं द्वितीयवारं भवति, ये प्रथमं त्रिस्थाने त्रया भवितुम् अर्हति अथवा तिस्र भवितुम् अर्हसि, स्थानिवद्भावेन त्रय भवति वा तिसृ भवति वा, तत् प्रथमं न न न न, स्थानिवद्भावेन त्रय भवति तिसृ न न, प्रथमं त्रयादेशः जायते, अन्तरङ्गत्वा त्रयादेशः जायते, त्रयादेशः जातः, इदानीं त्रययोगः आम् इति स्थितौ, इदानीं स्थानिवद्भावेन तिस्र आदेशः भवितुम् अर्हति वा इति प्रश्नः. तदानीं वयं पुनः चिन्तयामः स्थानिवद्भावेन भवितुम् अर्हति, परन्तु तत्र नामी इति सूत्रमपि प्रसक्तम् अस्ति. तस्मिन्नेव सन्दर्भे नामी इति सूत्रं पुनः अन्तरङ्गं, तिस्र चतस्र इति सूत्रं बहिरङ्गं, पुनः बहिरङ्गमस्ति. अतः तिस्र चतस्र इति सूत्रस्य कार्यं न भवति, स्थानिवद्भावेन अपि न भवति बहिरङ्गत्वात्. तर्हि इदानीं नामी इति सूत्रेण कार्यं जायते, अतः त्रयाणाम् इदानीं नामी इति सूत्रस्य कार्यम् एकवारं जातम्. अस्तु, किन्तु तत्र सोपानानि पूर्णं भवति भूत्वा तदनन्तरं स्थानिवद्भावं कथम् आयाति? स्थानिवद्भावः पुनः भवितुम् अर्हति. तत्र इदानीं मूलवत् अस्ति, त्रि इति एव मूले आसीत्, मूलप्रातिपदिकं त्रि इति अस्ति. इदानीं यदि त्रया सोपानादेशः, यदि सोपानानि सम्पूर्णं कृतं चेत् पुनः त्रि इति तत्र स्थाने स्थानिवत् कथं कर्तुं शक्यते? कर्तुं शक्यते. पश्यतु, अत्र यद्यपि त्रया इति जातं, त्रया इति तु कस्य परिवर्तनं, त्रया इति दीर्घत्वं कस्य परिवर्तनं, त्रय इति आदेशस्य दीर्घत्वं जातं खलु. तत्र किम् उच्यते इति चेत्, तत्र अग्रे तत्र अस्माकं करपत्रे अस्ति, वयं पश्यामः. तत्र एकदेशविकृतम् अनन्यत्वात् इति उच्यते, एका परिभाषा अस्ति. तेन परिभाषया, तया परिभाषया अत्र त्रय इत्यस्य परिवर्तनं त्रया इति दीर्घत्वं जायते चेदपि तदानीमपि सः आदेशः त्रय इत्येव अस्ति, मूलरूपं तु त्रय इत्येव अस्ति. अतः त्रय इति वयं स्वीकुर्मः. त्रय इत्यस्य मूलं किं? त्रि. त्रि इत्यस्य स्थाने त्रयादेशः जातः, तर्हि इदानीमपि स्थानिवद्भावः शक्यते इति अत्र वादः अस्ति. कथम् इति चेत्, वादः अस्ति अत्र. पक्षीद्वयम् अस्ति, द्वयोः मध्ये वादः अस्ति. तत्र एकः वदति, अस्तु चिन्ता नास्ति, इदानीमपि स्थानिवद्भावः शक्यते, इतोपि त्रि इति मूलमस्ति, इदानीं स्थानिवद्भावेन तिस्रादेशः भवति, तर्हि इदानीमपि दीर्घत्वं कर्तुं शक्यते, अतः तिस्र इति भवति. तदनन्तरं निषेधः भवितुम् अर्हति इति कोऽपि वादयति. तदानीम् अन्यपक्षी वदति, न तथा नास्ति, एकवारं नामी इति सूत्रस्य कार्यं जातं, द्वितीयवारं न भवितुम् अर्हति तस्मिन्नेव स्थले. तत् कारणं पूर्वमपि वक्तुं शक्यते न? एकवारं त्रया इत्यस्य आदेशः भवति इति कृत्वा स्थानिवद्भावं न भवितुम् अर्हति. स्थानिवद्भावे तादृशं किमपि नास्ति. स्थानिवद्भावः इति सूत्रमस्ति खलु, स्थानिवत् आदेशो अनल् विधौ इति सूत्रमस्ति. तेन सूत्रेण स्थानिनि ये गुणधर्माः सन्ति, ते गुणधर्माः आदेशे अपि भवन्ति. न, मम प्रश्नः अस्ति भगिनि, मम प्रश्नः अस्ति, प्रथमसोपाने आदेशः भवति, यदि तिस्र भवति या त्रय भवति, किन्तु नामी तु द्वितीयसोपानमस्ति. तत्र नामी एकवारं कार्यं कर्तुं शक्यते, तदनन्तरं तस्य द्वितीयवारं न कर्तुं शक्यते इति कारणत्वात् वादी भवति, वदति कि स्थानिवद्भावं पूर्वं तिस्रस्थाने एव भवति इति कृत्वा. तत्र नामी इति यु हेव् टु डु अण्डु इट् इसन्ट् इट्? न, अण्डु इट् नास्ति. एकवारं जातं कार्यं, हौ केन् यु अण्डु अ कार्यं विच् इस् आल्रेडी डन्? नो, दट् इस् ओन्लि फार् द तिस्र, ऐ मीन् द त्रया. But when you are changing traya, the nami work is still remaining to be done, no? No, tadeva tatra vadati, tadeva tatra ekadesha vikritasya ananyatvat iti paribhashaya kim vadati iti ched shunakaha asti, shunakasya puchyam nasti chedapi saha shunakaha eva iti vadati. Tatra bijam asti, yadyapi traya ityasya त्रया इति जातं, तदानीमपि सः त्रय इति एव मूलरूपमेव अस्ति इति स्वीकृत्य, तत्र त्रय इति स्वीकृत्य इदानीं स्थानिवद्भावः क्रियते. किञ्चित् एतत् सर्वं केवलं चिन्तनार्थम् अस्ति, अन्ततो गत्वा तत्र एवमेव अस्ति इति नास्ति. अत्र वादं यदा प्रचलति तर्हि एतादृशं भवति. पक्षिद्वयं भवति, एकः वदति अर्थकृतनिमित्तं समीचीनम् इति वदति, अन्यः वदति न, अर्थकृतनिमित्तं समीचीनं नास्ति. किमर्थं नास्ति इति द्वयोः मध्ये वादः प्रचलत् अस्ति, प्रचलन् अस्ति. अस्तु अस्तु, इदानीम् एतावता स्पष्टं वा? नामी इति सूत्रस्य द्वितीयवारं कार्यं न भवितुमर्हति इति स्पष्टं वा? कोऽपि प्रश्नः वा? अस्तु, तर्हि नामी इति द्वितीयवारं न भवितुम् अर्हति चेत् तर्हि इदानीं पुनः अस्माकं क्लेशः अस्ति. कः क्लेशः? सूत्रेण प्रथमे स्त्रीलिङ्गत्रयः योजनेन कार्यं कर्तु कार्यं करोति चेत् पुल्लिङ्गः न भवति, तदपि न. पुनरेकवारं नामी न आयाति चेत् दीर्घत्वं न भवति, दीर्घत्वं न भवति चेत् तिसृ चतुसृ कार्यं नास्ति खलु? नो नो, वाट् ऐ एम् सेयिङ्ग् इस् भवति पुनरपि इल्ल, इन्स्ट् आफ् डूयिङ्ग् पुल्लिङ्ग फार् द फस्ट्, वै डोण्ट् वी? नो नो नो नो, पुल्लिङ्ग नो, वी आर् नॉट डूयिङ्ग पुल्लिङ्ग, वी आर् नॉट डूयिङ्ग पुल्लिङ्ग, दिस् इस् आल् इन् स्त्रीलिङ्ग ओन्ली, दिस् इस् आल् स्त्रीलिङ्ग, दिस् इस् नॉट पुल्लिङ्ग. Trayanam, when we are doing Trayanam, it is not in Pullinga. It is the Srilinga only. In Srilinga, Trayastraya is also, Trayastraya ityasya karyam api bhavitum arhati. Yatohi, Trayastraya iti sutre, Pullinge, Napumsakalinge, Srilinge, iti kim api na uptam. Tasya karyam, aami pare sarvatra bhavati. Ataha idanim api Srilinga sya vishye eva vayam chintyanta smaha, natu Pullinga sya vishye. इदानीं बुद्धं वा? स्त्रीलिङ्ग तिसृ इति आयाति खलु, स्त्रीलिङ्गे एव त्रियोगः आम् इति स्त्रीत्वविवक्षायां तत्र एतेषां सर्वेषां सूत्राणां प्रसक्तिः अस्ति. त्रिचतुरस्त्रियां, तिसृचतस्र, त्रयस्त्रयः इत्यस्य अपि प्रसक्तिः अस्ति. तर्हि अनयोः मध्ये किं कार्यं कुर्यात् इति प्रश्ने सति वयं वदामः त्रयस्त्रयः इति अन्तरङ्गम् अस्ति, अतः तस्य कार्यं स्यात् इति वदामः. किमर्थम् अन्तरङ्गम्? अर्थकृतनिमित्तं स्वीक्रियते चेत् त्रिचतुरस्त्रियां तिसृचतस्र इति सूत्रे अर्थकृतनिमित्तं स्वीक्रियते चेत् तदानीं त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति, तदानीं त्रयादेशः भवति स्त्रीलिङ्गे एव. अस्तु, इदानीं किञ्चित् पठामि भगिनि, किञ्चित् स्पष्टार्थम् इदानीं त्रया योग नाम इत्यस्यां स्थित्या इति चेत् अल्पनिमित्तिकत्वेन नामी इति अन्तरङ्गत्वेन नामी इति कारितं त्रया योग नाम इति अवस्था अस्ति. तत्र पुनः स्थानिवद्भावः कर्तुं शक्यते इति चेत् त्रया इत्यस्य त्रि इति रूपं पुनः तिस्रपि कर्तुं शक्यते, किन्तु नामी इति पुनः न कर्तुं शक्यते इति उक्तवती खलु? सत्यं सत्यं सत्यं. इदानीम् एतत् लक्ष्ये लक्षणन्यायः इति प्रवादः वा केवलं, न चेत् सूत्रं वा भगिनि? न्यायः इति खलु लक्ष्ये लक्षणन्यायः, न्यायः तत् किम् अस्ति, तत् किं वदति तस्य न्यायः इत्युक्ते, न्यायः इत्युक्ते तत्र न्यायः मेक्सिम् उक्तिः, उक्तिः इति एव, उक्तिः इति प्राचीनग्रन्थेषु एतादृशन्यायाः भवन्ति. इत्युक्ते कस्यचित् कस्यचित् किमपि तत्र साधयितुम् इच्छामः चेत् तत्र व्याकरणे सामान्यतया परिभाषायाः प्रयोगः अस्ति, नो चेत् वार्तिकस्य प्रयोगः अस्ति, नो चेत् तत्र परिभाषा अपि किमपि नास्ति, वार्तिकमपि किमपि नास्ति, तर्हि कथं तत्र समर्थनं तस्य कस्यचित् पोजिशन् इति अस्ति खलु, तस्य समर्थनं कथम् इति चेत् कुत्रचित् न्यायस्य अपि प्रयोगः भवति. अस्तु, एतत् न्यायं किं वदति इति अहं न अवगतवती, लक्ष्ये लक्षणन्यायं तस्य अर्थः इति तस्य अग्रे तत्र अग्रे उच्यते इति मन्ये. अस्तु, अग्रे उच्यते इति मन्ये, अग्रिमसोपाने कुत्रचित् अस्ति इति मन्ये. नो चेत् अत्र पश्यतु लक्ष्ये लक्षणन्यायः इत्युक्ते किम् इति चेत् अस्माकं लक्ष्यं किम् अस्ति अत्र लक्ष्यम् इत्युक्ते कुत्रचित् स्थल यत् स्थलमस्ति यत्र वयं कार्यं कर्तुम् इच्छामः तदेव अस्माकं लक्ष्यम् अस्ति खलु तत्र लक्षणम् इत्युक्ते सूत्रं लक्षणम् इत्युक्ते सूत्रं तर्हि लक्ष्यलक्षणन्यायः किं वदति इति चेत् एकवारम् एकस्मिन् स्थले किमपि कार्यं प्रवृत्तं चेत् पुनः द्वितीयवारं तस्मिन्नेव स्थले पुनः द्वितीयवारं न भवितुम् अर्हति इति तावदेव तद्वदति अत्र प्रायः करपत्रे तस्य विवरणं न दत्तं कुत्रचित् अस्ति इति मया अग्रे अस्ति अस्ति भगिनि पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति नाम एकवारमेव भवति अग्रे पठामः समीचीनम् इदानीम् अग्रे स्थानिवद्भावः नाम कः इति चेत् ततः आरभ्य पठामः विजयलक्ष्मी भगिनी पठतु तत्पुत्र गतं स्थानिवद्भावः तत्र परिचयद्वयं पूर्वं भगिनि यत्र भवती लक्ष्यलक्षणन्यायम् इति पठितवती खलु तस्मात् त्रयः परिच्छेदाः स्थानिवद्भावः नाम कः इति चेत् तत्र स्थानिवद्भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति दृष्टान्ते चतुर्थी विभक्तौ रामयोगः ङे इति स्थितौ ङेर्यः इत्यनेन अतः अङ्गात् ङेः यः भवति नाम अदन्तात् अङ्गात् ङे प्रत्ययस्य स्थाने य आदेशो भवति रामयोगे रामयोग य इति परिवर्त्यते अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति ययादिसुप् प्रत्यये परे सुप् प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औजस् अम् औक्षस् ताभ्यां भिस् ङेभ्यां भ्यस् नसिभ्यां भ्यस् ङस् ओस् आम् ङि ओस् सुप् अधुना यः आदेशः यद्यपि ञयादि किन्तु सुप् नास्ति अतः सुपि च इत्यस्य प्रसक्तिः न स्यात् किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावो अपि तथा स्थानिनः स्वभावस्य सुपि अध्याहृते य प्रत्ययस्य सुप्त्वात् सुपि च इत्यस्य प्रसक्तिः भवति रामयोग य सुपि च इत्यनेन अदन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति अत्र स्थानिवत् आदेशो अनल्विधौ इति अतिदेशसूत्रम् आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बन्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति भगिनी बहु काम्प्लिकेटेड् अस्ति प्रयत्नं करोतु तत्र एकमेकं वाक्यं स्वीकृत्य पठतु पूर्वं भवती यत् उक्तवती तद् पा इत्यस्य पिब इति भवति पिब योगेन अपि पा इत्यस्य धर्म तस्य उपरि आयाति इति भवति यद् उक्तवती तत्तु अवगतम् अत्र बहु किमपि अस्ति भवती भगिनी भवती तु सिद्धान्तकौमुदी तत्त्वबोधिनी सर्वं पठति अत्र किमस्ति किमपि नास्ति तद् किं किमर्थम् श्रित आश्रितद्वयोः तत्र योगः किमर्थं भवति इति अन्वेषणं कृत्वा यत्र कुत्रापि गतवती, तद् अहं कदापि न पठितवती पूर्वम्. किं पठितवन्तः भगिनि, किं पठितवन्तः? किमपि विद्याभगिनी किं पठामः इदानीम्? अष्टाध्यायी बलाबलचिन्तनं. हा हा, कुत्र अत्र कुत्र स्थानिवद् भावः नाम कः इति मध्ये अस्ति, पश्यतु. अस्तु अस्तु भगिनि, अस्तु भगिनि, इदानीं वदतु. स्थानिवद् भावः इत्युक्ते किम् इति अत्र बोधनं कृतमस्ति. स्थानिवद् भावः नाम कः इति चेत्, आदेशस्य स्वभावः स्थानिवत् भवति. यदि कोऽपि आदेशः भवति तद् तत् स्थाने स्थानिवत् भवति इति, तत् तस्य इदानीम् अर्थः अवगन्तुं शक्यते. दृष्टान्ते चतुर्थी विभक्तौ रामयोगः ङे इति स्थितौ ङेर्यः इत्यनेन अतः अङ्गात् ङेः यः भवति. अत्र अतः अङ्गात् इत्युक्ते अ राम तत्र अ अस्ति, तद् तदेव खलु भगिनि? तप्रकरणमस्ति अदन्तम् अङ्गम्. अदन्तम् अङ्गात् ङे इति प्रत्ययस्य योजनेन तत्र अदन्तात् अङ्गात् ङे प्रत्ययस्य स्थाने य इति आदेशः भवति. रामयोग ङे इति कृते रामयोग य इति भवति. ङे इत्यस्य स्थाने य इति अक्षरम् अक्षरं न अक्षरे आयाति. अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति. तत् कथम् अहं तु न जानामि. सुपि च इत्यनेन राम इत्यस्य अकारस्य आकारः भवति इति अत्र अस्ति. कदा भवति सुपि च? सुपि च कदा कार्यं करोति? सुपि च कदा कार्यं करोति? सप्तमे अध्याये अस्ति. यञादि सुपि प्रत्यये परे दीर्घत्वं भवति. हा, ययादि सुपि परे य आदि सुपि परे. हा, यञ् इति प्रत्याहारः अस्ति खलु, यञ् इति प्रत्याहारः. हा, यञ् इति प्रत्याहारे प्रत्याहारपूर्वम् अस्ति. सुपि परम् अस्ति चेत् सुपि च कार्यं करोति इति वा? न न न, अदन्तम् अङ्गम् अस्ति. अदन्तम् अदन्ताङ्गस्य दीर्घादेशः भवति ययादि सुपि परे. सुप्रत्ययः कीदृशः? यस्य आदौ यय् प्रत्याहारस्य वर्णः अस्ति. यय् प्रत्याहारे के के वर्णाः? हयवर्ट य व र ल, अनन्तरं वर्गस्य पञ्चमः, चतुर्थः, तृतीयः, कपै प्रथमः अपि भवति खलु? न न, केवलं वर्गस्य चतुर्थः झभै तावदेव. ओ झभै, घटझभै पञ्चमः. ओ य, अस्तु अस्तु अस्तु. हा, अहं तु मनसि य इति. हा, यञ् इत्युक्ते वर्गस्य यकारात् आरभ्य वर्गस्य चतुर्थपर्यन्तं, सम्पूर्णतया चतुर्थपर्यन्तं नास्ति, केवलं झभै. झभै, हा, झ भ. आम्, तत्र य व हय वरठ, य व र ल, अनन्तरं वर्गस्य पञ्चम किम् अनुनासिकवर्णाः, अनन्तरं झ भ, तावदेव खलु? तावदेव, सत्यं. एते प्रत्ययौ ययादि शब्दः आदौ भवति, प्रत्ययः आदौ भवति, अनन्तरं सुपि भवति चेत् अकारस्य दीर्घादेशः भवति सुप्रत्यये पदे. इदानीं रामयोगः य इत्यत्र सुपि च इत्यस्य कार्यमस्ति वा? रामयोगः य सुपि च इत्यस्य कार्यम् अस्ति. अत्र अन्ये किं चिन्तयन्ति भगिनि? अहं वदामि. सुप् इति दत्तमस्ति. प्रथमदृष्ट्या वयं पश्यामः यकारः सुप् नास्ति, अतः वयं वक्तुं शक्नुमः स्थिपरे यकारः सुप् नास्ति अतः कार्यं न भवति इति वयं वक्तुं शक्नुमः. परन्तु तत्र नास्ति किमर्थं चेत् आदेशः स्थानी इव, अतः इव अत्र आदेशः यकारः स्थानी ङे अस्ति. यदा ङे बिहेव् करोति तदा एव यकारः अपि. ङे इति सुप् प्रत्ययः, तत्कारणेन आदेशः यकारः अप् सुप् प्रत्यय इव कार्यं करोति. अतः सुपि च इति सूत्रेण अदम्ब अङ्गस्य दीर्घत्वं भवति यकारः अस्ति चेदपि. अतः रामा भवति रामाय इति. बहु समीचीनं भगिनि, बहु सम्यक्. तथैव अत्र प्रश्नः कः इति चेत्, अस्माकं चतुर्थीविभक्त्यन्तरूपम् अस्ति खलु, तत्र मूलप्रत्ययः अस्ति ने इति प्रत्ययः अस्ति, ने इति प्रत्ययः सुप्रत्ययः अस्ति. तत्र एकविंशति सुप्रत्ययेषु ने इति प्रत्ययः अन्यतमः, तस्य सुप् इति संज्ञा अस्ति. तर्हि इदानीं वयम् अत्र रामयोगः ने इति स्थितौ, तत्र ने इत्यस्य स्थाने य इति आदेशः भवति अदन्तम् अङ्गम् अस्ति चेत् तत्र नेर्यः इति सूत्रेण. तर्हि रामयोगः य इति अस्ति अधुना. अधुना वयं जानीमः अस्माकम् इष्टरूपमस्ति रामाय. अधुना अत्र प्रश्नः अस्ति सुपि च इत्यस्य कार्यम् अत्र भवति वा न वा इति प्रश्नः अस्ति. इदानीं यथा भगिनी उक्तवती, अत्र य इति आदेशः सुप् नास्ति, सुप् स्थाने आगतः अस्ति आदेशः. य इति आदेशः सुप् स्थाने आगतः, य इत्यस्य सुप् इति संज्ञा नास्ति. यद्यपि य इति ययादि अस्ति, ययादि अस्ति, तथापि सुप् नास्ति. अतः सुपि च इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि य इति आदेशः सुप् नास्ति. तर्हि वयं किं कुर्मः इदानीम् इति चेत्, तदर्थम् एव सूत्रमस्ति परिभाषासूत्रम्, अधिदेशसूत्रम्, स्थानिवत् आदेशो अनल्विदौ इति सूत्रमस्ति. तेन सूत्रेण तत्सूत्रं किं वदति इति चेत्, यत्र स्थानिनि स्थाने कश्चन आदेशः भवति सः आदेशः स्थानिवत् भवति. इत्युक्ते स्थानिनि ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति. इदानीम् अत्र अस्माकं स्थानीकः रामयोगः ने इत्यत्र स्थानीकः ने शर्मिला भगिनी वदतु. ने इति सुप्रत्ययः स्थानी अस्ति, ने इति प्रत्ययः स्थानी. आदेशः कः? य इति आदेशः. तर्हि ने इति प्रत्यये के गुणधर्माः सन्ति? सुप्रत्ययः अस्ति, अपि च ययादि प्रत्ययः अस्ति. ने इत्यत्र नकारस्य इत्संज्ञा, अतः नकारः त्यक्तव्यः. सुप् इति अजादिः अस्ति खलु, अजादि सुप्रत्ययः अस्ति, एकारः अवशिष्यते, अजादि सुप्रत्ययः अस्ति. तर्हि तत्र सुप् इति संज्ञा अस्ति, प्रत्ययः इति संज्ञा अस्ति खलु. इदानीं य इति आदेशः अस्ति, य इत्यस्य किं किं कः गुणधर्मः अस्ति य इत्यस्य? ययादि अस्ति तावदेव, अपि च ययादि अस्ति तावदेव, ययादि अस्ति तावदेव. इदानीं तत्र स्थानिवद्भावः क्रियते चेत् किं भवति? सुप् संज्ञा अस्ति इव व्यवह्रियते. तर्हि सुप् संज्ञा तु तत्र ने इति प्रत्ययः अस्ति. तादृशसुप्त्वं सुप्त्वं य इति आदेशे वयम् अध्यारोपयामः, सुपर् इम्पोस् कुर्मः. सुप् इति प्रत्ययस्य गुणधर्मः य इति आदेशे अध्यारोपयामः. तर्हि इदानीं य इति सुप्रत्ययः भवति, य इति अपि सुप्रत्ययः भवति, तत्र सुप्त्वम् आगच्छति. इदानीं रामयोगः य इत्यत्र सुपि च कार्यं करोति वा? तर्हि दीर्घत्वं भूत्वा रूपं किं? रामाय, रामाय इति रूपम्. अस्तु, समीचीनं. तर्हि अत्र स्थानिवत् आदेशो अनल्विदौ इति सूत्रेण सामान्यतया स्थानिवद्भावः भवति. स्थानिनी ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति, परन्तु कुत्रचित् न भवति. कुत्र न भवति इति चेत् अत्र यत्र इदानीं सुपि च इति सूत्रं वयं पश्यामः चेत् सुपि च इति सूत्रम् अल्विधिः वा अनल्विधिः वा इति चिन्तनीयं. कुत्रचित् यत्र अल्विधिः अस्ति तत्र स्थानिवद्भावः न भवति. अल्विधिः इत्युक्ते किम् इति चेत् अल्विधिः, भगिनी कृपया म्यूट् करोतु भगिनि किञ्चित् ध्वनिः. अल्विधिः इत्युक्ते तत्र इदानीं तत्र सुपि च इति सूत्रमस्ति, तृतीयकाले सूत्रमस्ति. प्रथमकाले अस्माकं स्थानी अस्ति, द्वितीयकाले तस्य स्थाने आदेशः अस्ति, इदानीं तृतीयकाले किमपि सूत्रमस्ति कार्यं कर्तुं, यथा अत्र अस्माकं सूत्रं सुपि च. तर्हि सुपि च इति सूत्रस्य निमित्तानि वयं पश्यामः चेत् तस्य निमित्तेषु यदि एकं निमित्तं स्थानी यः वर्णः अस्ति तं वर्णम् आश्रित्य कार्यं करोति चेत् तदानीम् अल्विधिः इति वदामः. सुपि च इति सूत्रं यत् तृतीयकाले अस्ति तत् सूत्रं स्थानिनी यः वर्णः अस्ति तं वर्णम् आश्रित्य कार्यमस्ति चेत् तदानीं वयं वदामः अल्विधिः इति वदामः. तर्हि इदानीम् अत्र पश्यामः चेत् सुपि च इति सूत्रस्य निमित्तं किम् इति चेत् अदन्ताङ्गस्य दीर्घादेशः भवति ययादि सुप्रत्यये परे इति उक्तं खलु. अत्र किं वयं स्थानिवद्भावेन किं वयं स्वीकृतवन्तः? केवलं सुप्रत्ययत्वमेव वयं स्वीकृतवन्तः, न तु तत्र ययादित्वं न स्वीकृतवन्तः खलु. ययादित्वं तु आदेशे एव अस्ति, अस्ति वा नास्ति वा? आम् अस्ति. ययादित्वं तु आदेशे एव अस्ति, न स्वीकृतवन्तः. इदानीं चिन्तयन्तु, यदि आदेशः य इति नास्ति, य इति नास्ति, यदि तत्र सूत्रे सुपि च इति सूत्रे तत्र अजादिसुप्रत्ययः इति उक्तमिति चिन्तयन्तु. सुपि च इति सूत्रे अदन्ताङ्गस्य दीर्घादेशः भवति अजादिसुप्रत्यये परे इति उक्तम् इति चिन्तयन्तु. स्थानी अस्ति अस्माकं ये इति प्रत्ययः, आदेशः अस्ति य, य इति आदेशे आदेशमेव स्वीकुर्मः. स्थानी अस्ति य, एकारः ए इति प्रत्ययः, आदेशः अस्ति य, यकारः, यकारः योग अकारः, य इति आदेशः. सुपि च इति सूत्रे अदन्ताङ्गस्य दीर्घादेशः केवलम् अजादिसुप्रत्यये परे इति चिन्तयन्तु, केवलम् अस्माकं चिन्तनार्थं. तर्हि इदानीं सुपि च इति कार्यं कर्तुम् अर्हति वा? न कर्तुम् अर्हति. किमर्थम्? यतोहि प्रत्यये तु अजादि नास्ति. इदानीं स्थानिवद्भावेन अजादित्वं स्वीकर्तुं शक्यते वा? तत्र अनल्विधौ, तत्र सुपि च इति विधिः अजादिप्रत्यये परे इत्यनेन भवति, अतः अल् वर्णेन भवति, अतः अनल्विधौ इति उक्तत्वा स्थानिवद्भावः स्वीकर्तुं न शक्यते. बहु समीचीनम्. इत्युक्ते तत्र मूले एकारः इति प्रत्ययः अस्ति, तादृश अजादित्वं य इति प्रत्यये आरोपयित्वा तत्र सुपि च इति कार्यं भवितुम् अर्हति वा इति चेत् न, तथा न भवितुम् अर्हति, यतोहि इदानीं सुपि च इति कार्यम् अल्विधिः अस्ति, न तु अनल्विधिः। यतोहि अ इति वर्णम् आश्रित्य सुपि च इति कार्यं भवति इति कृत्वा तादृशसन्दर्भेषु स्थानिवतादेशो अनल्विधौ इति कार्यं न करोति, अन्यत्र सर्वत्र कार्यं करोति इति विषयः। अत्र केवलं सूचनार्थं किञ्चित् उक्तं, स्थानिवतादेशो अनल्विधौ इति सूत्रस्य सम्पूर्णविवरणम् अग्रे गत्वा पठिष्यामः, सारांशरूपेण किञ्चित् उक्तम् अत्र। बुद्धं वा अस्मिन् परिच्छेदे किम् अस्ति इति? बुद्धं वा भगिनि, मम एकः प्रश्नः, तत्र कुत्र कुत्र वयं स्थानिवद्भावः ग्रहणं कुर्मः? सर्वेषु आदेशु आदेशानां भवितुम् अर्हति वा? सर्वेषु आदेषु प्रायेण सर्वेषु आदेशेषु अङ्गत्वं, धातुत्वं, प्रत्ययत्वं सर्वत्र भवति, तत्र क्लेशः नास्ति। एवम् एवं कुर्मः चेत् तत्र भिन्नरूपाणि भवितुम् अर्हति किल? तत्र इदानीं पर्यन्तं तु वयं तु यत् वर्णः अस्ति तदेव स्वीकुर्मः, कार्यं भवति, परन्तु यदि स्थानिवद्भावः स्वीकुर्मः चेत् तत्र भिन्नरूपमपि भवितुम् अर्हति किल? तत्र सर्वत्र न भवति, सर्वत्र चिन्तनीयं, तत्र निषेधकसूत्राणि अपि सन्ति, स्थानिवद्भावस्य निषेधकसूत्राणि अपि सन्ति, तानि सर्वाणि स्वीकृत्य द्रष्टव्यम्। इत्युक्ते यत्र यत्र आदेशः भवति तत्र स्थानिवद्भावः भवति वा इति मम प्रश्नः। यत्र यत्र आदेशः भवति तत्र सर्वत्र स्थानिवद्भावः भवति वा इति न तादृशं न प्रष्टव्यं, किमर्थमिति चेत् तत्र सन्दर्भं दृष्ट्वा एव वयं वक्तुं शक्नुमः अत्र कीदृशकार्यम्, अल्विधिः अस्ति वा, अनल्विधिः अस्ति वा, निषेधकसूत्रम् अस्ति वा, सर्वं द्रष्टव्यम्, अत्र निषेधकसूत्राणि अपि सन्ति भगिनि। अत्र वा इति वदनेन द्वे अपि सन्ति, स्था न द्वे रूपं, द्वे कुत्र अस्ति वा? न न कोऽपि सूत्राणां सूत्राणां वा अस्ति वा अस्ति चेत् द्वे रूपे अपि स्तः न द्वे रूपे त्रीणि प्रसङ्गः अत्र एतद् ऐ मीन् मया न दृष्टं किम् इदानीं किं पठामः, परन्तु अत्र कोऽपि अत्र वा इति सन्दर्भः नास्ति भगिनि, कुत्र सन्दर्भः नास्ति, वा इति सन्दर्भः अस्ति चेत् विकल्पद्वयम् अस्ति इति समीचीनं, परन्तु अत्र नास्ति तादृशसन्दर्भः। अत्र वंशी भगिनी पश्यतु, अस्तु यत्र यत्र आदेशः अस्ति सर्वत्र सानिवद्भावः अस्ति वा इति चेत् सन्धिकार्यावसरे प्रायेण न भवति, सन्धिकार्यावसरे बहुत्र तत्र जष्त्वं चर्त्वं तत्र सर्वत्र न भवति। इको एणजि इत्यस्यापि यकारः आदेशः भवति, तत्र स्थानिवद्भावः न भवति। तदनन्तरं किमपि सूत्रमस्ति वा? तदनन्तरं किमपि सूत्रमस्ति वा? नास्ति नास्ति किल? तदनन्तरं सूत्रमस्ति चेदेव स्थानिवद्भावः अस्ति वा न वा इति चिन्तयामः तृतीयकाले। अस्तु, इको एणचि इति सूत्रेण यदा परिवर्तनं जायते तदनन्तरं किमपि कार्यम् अस्ति वा, तादृश उदाहरणमस्ति वा? प्रायेण कार्यं नास्ति, इको एणचि इत्यस्य कार्यानन्तरं कार्यं किमपि नास्ति सत्यम् इति तत्र चिन्तनीयं। परन्तु रामयोगः ने इति स्वीकुर्मः तत्र तु ने इति ययादिप्रत्ययः अस्ति तत्र तु भवितुम् अर्हति, परन्तु यदा यकारः आदेशः भवति न ने इति ययादि नास्ति, ययादि यै प्रत्ययहारे नास्ति, यै प्रत्ययः ने इति प्रत्ययः ययादि नास्ति, अयवरट् लन् केवलं ये इति स्वीकृतं भगिनि लोपानन्तरम्। क्षम्यतां क्षम्यताम्, अस्तु अहं सर्वत्र सर्वत्र किं कर्तव्यम् इति चेत् एकमेव उदाहरणं स्मरन्तु, यदा कदलीफलम् अस्ति तत्र बहिः यदस्ति तत् निष्कास्य एव वयं खादयामः खलु, एवमेव अत्रापि सर्वत्र इत्संज्ञकवर्णः स्किन् इव अस्ति, तद् निष्कास्य चर्म इव अस्ति, तस्य तस्य निष्कासनं प्रथमं करणीयम्। तत् कथं जानीमः तत्र स्थानिवद्भावः भवति वा न भवति वा इति भाष्ये किमपि उक्तं वा नो चेत् न अत्र अत्र पश्यतु इदानीं यथा अस्माभिः परिशीलितं तथा एव परिशीलनं करणीयं भवति वा न वा इति आदेशानन्तरं कोऽपि कार्यं कर्तुं शक्यते चेदेव आदेशस्य स्थानिवद्भावं भवति वा इति चिन्तनीयम् आदेशानन्तरं कोऽपि कार्यं नास्ति चेत् तत्र स्थानिवद्भावस्य चिन्तनम् एव न भवति न आवश्यकं परन्तु अत्र तु न कुत्र किमपि नास्ति किल रामाय इति भवति तदनन्तरं किमपि कार्यं रामाय इत्यत्र तत्र सुपीच इति कार्यम् अस्ति खलु सुपीच इत्यस्य कार्यं स्थानिवद्भावः अस्ति चेदेव भवति सत्यं तत्तु समीचीनम् अस्तु तत्रैव तृतीयकाले तृतीयकाले तृतीयकाले वयं पश्यामः अत्र किमपि सूत्रमस्ति चेत् तस्य कृते सुपीच इत्यस्य कार्यं स्थानिवद्भावः अस्ति चेदेव भवति नो चेत् न भवति समीचीनम् उच्यते आम् अवगच्छामि धन्यवादः भगिनि अन्यप्रश्नः अस्ति सम्बन्धो नास्ति वा न जानामि अपृक्तयकारस्य लोपो भवति केवलं धात्वङ्गम् अस्ति चेदेव न अपृक्तयकारस्य वा आम् अत्र अपृक्तः नास्ति खलु यकार अत्र यकार अकारः अपि अस्ति अपृक्तः नास्ति अपृक्तः इत्युक्ते एकः एव अतः अपृक्तः नास्ति अतः हल्न्याभ्यो दीर्घात् इति किमपि नास्ति अत्र राम इति अपि अदन्तम् अस्ति हलन्तं नास्ति अस्तु इदानीम् अग्रे गच्छेम तत्र कः पठति अत्र पमेला भगिनी पठति वा अग्रे आं भगिनि पठामि कुत्र पठनीयं भगिनि प्रकृते स्त्रियाम् इत्यस्य प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति स्त्रीयोग आम् त्रयस्त्रय इत्यनेन आमि परे त्रयादेशः त्रययोग आम् ह्रस्वनद्यापोनुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः त्रयोयोगनाम् नामि इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम् प्रत्ययपदे त्रया योगनाम् अत्र अहं चिन्तयामि प्रक्रिया अन्ततो गत्वा कथं सिद्ध्यति इति तत्र उक्तम् स्त्रियाम् इति निमित्ते अर्थनिमित्तकं स्वीकृत्य तत्र बहिरङ्गं भवति त्रयस्त्रय इत्यस्य सूत्रस्य प्रति सूत्रं प्रति इति कृत्वा तत्र त्रियोगां तत्र त्रयस्त्रय इत्यस्य प्रसक्तिः भवति त्रयादेशो भूत्वा त्रयो योग आम् भवति तत्र नुटागम भूत्वा ह्रस्वादो नद्या पुनुट् इत्यनेन त्रयो योगनाम् भवति अदन्ताङ्गस्य अजन्ताङ्गस्य दीर्घादेश भवति नामि इत्यनेन तर्हि त्रया योगनाम् त्रयाणां तत्र नत्वं भूत्वा त्रयाणाम् इति भवति समीचीनं यत् अस्माभिः चर्चितम् तदेव अत्र किमपि नूतनं नास्ति यदस्माभिः चर्चितं त्रयस्त्रयः इति सूत्रम् अन्तरङ्गत्वात् प्रथमं कार्यं करोति चेत् त्रययोगः आम् पुनः ह्रस्वनद्यापो नुट् इत्यनेन तत्र नुटागमः भवति तत्र क्लेशः नास्ति तत्र सङ्घर्षः किमपि नास्ति अतः तस्य कार्यं भवति एव अपि च तत्र क्रमस्य चिन्ता अपि नास्ति तत्र इदानीं नामादेशः नुटागमः भवति अधुना त्रययोगः नाम् इत्यत्र नामी इति सूत्रेण दीर्घादेशः भवति पुनः अन्तरङ्गत्वात् अतः त्रयाणाम् इति रूपम् अधुना निष्पन्नम् अस्तु समीचीनम् अग्रे लक्ष्मीभगिनी पठतु आं भगिनि अधुना त्रयादेशस्य अनन्तरं त्रयायोगनाम् इति स्थितौ स्थानिवद्भावेन तिस्र आदेशः इत्युक्तौ त्रय इति आदेशः त्रिशब्दः इव अस्ति त्रियोगनाम् एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातः चेदपि जातश्च जातः चेदपि अनन्यवत् अनन्यवत् न भवति अनेन त्रया इत्यस्मिन् दीर्घादेशः त्रया इति जातः चेदपि त्रय इतिवत् त्रय इव भवति अनेन त्रयादेशस्य स्थानिवद्भावेन त्रियोगनाम् इति स्थितिः इदानीं त्रया त्रयायोगनाम् इति स्थितौ नामी इति सूत्रेण दीर्घादेशः भवति चेत् त्रया इति भवति त्रया इत्यस्य आकारः भूत्वा त्रयायोगनाम् इति भवति अत्र स्थानिवद्भावः पुनः स्वीकुर्मः चेत् त्रया इत्यस्य स्थानिवद्भावः चेत् त्रि इति एव पूर्वम् आसीत् तत् साक्षात् नास्ति चेदपि तस्य भावः अत्र त्रये इति आदेशे तस्य गुणः भवति इति कृत्वा परन्तु इदानीं त्रया इति नास्ति खलु त्रया इति अस्ति खलु त्रया इति अस्ति किन्तु स्थानिवद्भावः भवति इति उक्तं खलु न न त्रया इति अस्ति चेत् तत्र किं वक्तव्यं प्रथमतया त्रया इति तु त्रय इति नास्ति तर्हि अत्र किं वक्तव्यं एकदेशविकृतम् अनन्यवत् इति परिभाषा वदति एकदेशविकारः जातः चेदपि अनन्यवत् तस्य अर्थः अहं न अवगतवती अन्यवत् न भवति इत्युक्ते तत्र इदानीं पश्यतु एकः पुरुषः अस्ति इदानीं तत्र किमपि जातं तस्य हस्तः इदानीं नास्ति इदानीं तत्र सः पुरुषः सः पूर्वं यः पुरुषः आसीत् सः एव खलु इदानीमपि तत्र रमेशः इति कोऽपि अस्ति इति चिन्तयतु रमेशः एकः पुरुषः पूर्वम् अस्ति इदानीं तस्य हस्तः नास्ति इदानीं सः इदानीमपि रमेशः एव खलु यद्यपि तस्य हस्तः नास्ति एवमेव त्रय इति आदेश त्रय इत्यत्र दीर्घत्वं जायते त्रया इति जायते चेदपि सः भिन्नः नास्ति एकदेशे विकारः त्रय इत्यत्र यकार उत्तरवर्ति आकारस्य दीर्घत्वं जातं तर्हि एकदेशे विकारः एकस्मिन् स्थले विकारः जातः परिवर्तनं जातं तथापि तद् अन्यवत् नास्ति तत् पूर्वं यथा आसीत् तत् तस्मात् भिन्नं नास्ति इदानीमपि तत्र मूलबीजम् अस्ति खलु अतः त्रया इति इदानीमपि त्रय इति एव अस्ति मूले त्रय इति आसीत् इति कृत्वा इदानीमपि त्रय इति एव अस्ति तदर्थम् एकदेशविकृतम् अनन्यवत् इति परिभाषया त्रय इति स्वीकुर्मः पुनः त्रय इति तु स्थानिवद्भावेन त्रिवत् अस्ति इदानीं त्रयायोगनाम् इत्यस्मिन् स्थित्याम् एकादेशविकृतम् अनन्यवत् इत्यनेन तस्य भावः त्रया इति एव स्वीकर्तव्यं चेत् वितौट् दीर्घादेशः इति एव स्वीकर्तव्यं पुनः स्थानिवद्भावेन त्रया इत्यस्य त्रि इति भावः स्वीकृत्वा त्रियोगनाम् इति स्थितिः भवेत् इति खलु समीचीनं विजयलक्ष्मी भगिनी किमस्ति एषा परिभाषा परिभाषेन्दुशेखरतः वा आम् अस्तु अत्र एकदेशविकृतस्य अनन्यत्वात् इति अस्ति वस्तुतः अस्तु इत्युक्ते एकदेशे विकारः जायते चेदपि सः भिन्नः नास्ति तत्र मूलबीजम् इदानीमपि अस्ति अस्तु इत्युक्ते प्रकृतेः विकारः जायते चेदपि विकृतिः प्रकृतिः एव तत्तु मूलबीजः तु त्रय अस्तु इदानीं अत्र वंशी भगिनी अग्रे पठतु. एकनिमिषं भगिनि अहं पठामि. तस्माच्च त्रिचतुरो स्त्रियां तिसृ चतुसृ इत्यस्य प्रसक्तिः. तिसृ योगानां तदा नामी इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम नाम प्रत्यये परे. अस्यां स्थितौ न तिसृ चतुसृ इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता. अस्तु अस्तु. तत्र त्रया योगः नाम अभवत्, परन्तु त्रया इत्यस्य एकदेशविकृतम् अनन्यत्वम् इति परिभाषया तत्र त्रया इत्यस्मिन् त्रि अस्ति वा त्रि अस्ति न भगिनि? त्रि इति मूलरूपे अस्ति. त्रि इति मूलरूपे अस्ति. अतः तत्र तस्मात् त्रि इति मूलरूपः अस्ति. तस्मात् त्रिचतुरो स्त्रियां तिसृ चतुस्रस्य चतुसृ इति सूत्रस्य प्रसक्तिः भवति, यतोहि त्रि इति एतत् सूत्रं पश्यति. अतः तत्र तिसृ इति आदेशः भवति, तिसृ नाम इति भवति. इत्युक्ते त्रया इत्यस्य स्थाने एव तिसृ आदेशः भवति वा भगिनि? त्रया इत्यस्य स्थाने एव इदानीं त्रया इति अत्र त्रिचतुरो स्त्रियां तिसृ चतस्र इति सूत्रं स्थानिवद्भावेन त्रि इति एव पश्यति इति कृत्वा तर्हि तत्र त्रया इत्यस्य स्थाने एव तिसृ आदेशः भवति. अस्तु. अधुना तु स्थितिः अस्ति तिसृ योगः नाम, तदनन्तरं नामी इति सूत्रेण अजन्ताङ्गः अस्ति, ततो हि ऋकारः अस्ति, तत्र दीर्घादेशः भवति नाम प्रत्ययपरे, अतः तिसृनाम् इति भवति. तिसृनाम् इति यदा भवति तत्र न निषेधकसूत्रम् आगत्य कार्यं करोति, न तिसृ चतुसृ इति सूत्रस्य कार्यं भवति. नामी इति सूत्रस्य दीर्घत्वं निषेधयति, अतः न तिसृ चतुसृ इति सूत्रस्य कार्यं भवति. अपि च एतत् सूत्रं व्यर्थं न भवति इति एवमेव वदति. आम् सत्यम्, एवमेव वदति. यतोहि वयं जानीमः नामी इति अन्तरङ्गमस्ति, अतः प्रथमतया भवति इति वयं जानीमः खलु. हा, तर्हि एतत् चिन्तनं किमर्थं भगिनि? किमर्थम् इति कोऽपि वदति चेत् तत्र वादः अस्ति खलु. अस्तु अस्तु. कोऽपि वदति ओ अन्तरङ्गत्वा त्रिचतुरो स्त्रियाम् इत्यनेन तिसृ आदेशः भवति, तदानीं नामी इत्यनेन दीर्घत्वं भवति, दीर्घत्वं भवितुम् अर्हति, तस्य निषेधः अस्ति, अतः सूत्रस्य व्यर्थता नास्ति खलु इति कोऽपि वदति. हा, तदपि भवितुम् अर्हति. यतोहि यदि नामी इति सूत्रस्य अन्तरङ्गं बहिरङ्गम् इत्यस्य प्रसक्तिः नास्ति तर्हि एतदेव भवति किल भगिनि? हा, इति कोऽपि वदति. इदानीम् अग्रे अन्यः वदति, न भवान् नामी इति अन्तरङ्गमस्ति, तस्य विषये चिन्तनं न कृतम्, इदानीं तस्मिन् विषये वदति अग्रे. ओ अस्तु अस्तु अग्रे. इदानीम् अत्र पूर्णेन्दु महोदय पठितुम् इच्छति वा? अस्तु, धन्यवादः. आं भगिनि, प्रयत्नं करोमि. परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत् ययारीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामी इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति. अतः त्रया योगनाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति, नाम एकवारमेव भवति. अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिसृ चतसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य एव निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. दीर्घ अनुच्छेदः अस्ति, एकमेकं वाक्यं स्वीकृत्य चिन्तनं कुर्मः. प्रथमवाक्यमस्ति, परन्तु अर्थनिमित्तकं निमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिस् आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिस् आदेशस्य अपेक्षया नामी इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति. इत्युक्ते अत्र किं त्रिचतुरस्त्रियां तिस्रचतुस्त्र इति सूत्रम्, अपि च अन्यत् सूत्रमस्ति त्रयस्त्रयः इति सूत्र, सूत्रद्वयस्य विषये यदा चिन्तनं कुर्मः, अपि च तत्र अर्थनिमित्तकत्वं स्वीकुर्मः तर्हि त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति, त्रिचतुस्त्रियां तिस्रचतुस्त्र इति सूत्रं बहिरङ्गं भवति. कारणं किं, तत्र तस्मिन् सूत्रे स्त्रियाम् इति पदम् अस्ति, तस्य अर्थनिमित्तकत्वं चिन्तनं कृत्वा चिन्तनं कुर्मः चेत् तत् सूत्रं बहिरङ्गं भवति. अत्र पुनः चिन्तनम् अत्र अत्र अस्ति, तया रीत्या एव तिसृ आदेशस्य अपेक्षया नामी इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्. इत्युक्ते तत्र तिसृचतस्र त्रिचतुरस्त्रियं तिसृचतस्र इति सूत्रम्, अपि च नामी इति सूत्रद्वयस्य विषये चिन्तनसमये नामी इति सूत्रम् अन्तरङ्गं भवति वा भगिनि, अथवा तत्र किञ्चित् क्लेशः? आम् आम् सत्यं, नामी इति सूत्रम् अन्तरङ्गम्, यतोहि तत्र अर्थकृतनिमित्तं नास्ति खलु. आम्, नामी इति सूत्रे किमपि किमपि पदं नास्ति यस्य अर्थनिमित्तकत्वं स्वीकुर्मः, परन्तु तत्र त्रिचतुरो स्त्रियां तिसृचतुस्त्र इति सूत्रे स्त्रियाम् इति पदम् अस्ति यस्य अर्थनिमित्तकत्वं स्वीकर्तुं शक्नुमः, अतः तत्र नाम्नि इति सूत्रम् अन्तरङ्गं भवति. अतः नामि इति सूत्रं प्रथमे आयात् अन्तरङ्गत्वात् तस् अन्यसूत्रस्य असिद्धत्वम्. अतः अनन्तरम् अग्रिमवाक्यम् अस्ति, त्रयायोगानाम् अन्तरङ्गत्वात् दीर्घ अनन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः. हा, अत्र नामीति सूत्रम् अन्तरङ्गं सूत्रम् अतः तस्य कार्यं भवति, अतः त्रय योगानाम् अनन्तरं त्रय इत्यस्य स्थाने त्रय दीर्घ आदेशः भवति, त्रया भवति अनन्तरं दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात्. इत्युक्ते इदानीं स्थितिः अस्ति त्रयायोगनाम्, इदानीं त्रया यः शब्दस्वरूपः अस्ति तस्य मूलरूपः तु त्रि इति, अतः तत्र स्थानिवद्भावेन त्रि इत्यस्य स्वभाव अध्यारोपणं कृत्वा तत्र त्रिस्थाने त्रिचतुस्त्रियां तिसृचतुस्रु इति सूत्रस्य कार्यं करोति चेत् तत्र तिसृ आदेशः भवति त्रया इत्यस्य स्थाने, अतः तिसृ योग नाम इति स्थितिः भवति. तिसृ योग नाम इति भवति. अनन्तरं पुनः लक्षे लक्षणन्यायेन दीर्घादेशो न भवति, अतः इदानीं तिसृ योग नाम लक्षे लक्षणन्यायेन दीर्घादेशः न भवति, अतः तिसृणाम् इति साक्षात् रूपं साधयितुं शक्नुमः. अस्यां दशायाम् अपि न तिसृचतुस्र इति सूत्रस्य प्रसक्तिः न भवति, अतः तत् सूत्रं व्यर्थं जायते. अस्य च निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. तर्हि अस्माकं लक्ष्यम् अस्ति न तिसृचतुस्र इति सूत्रं व्यर्थं न भवेत्, अतः तस्य कृते विभिन्नरीत्या चिन्तनं करणीयम्. इतोपि अधिकं किमपि वदनीयं वा भगिनि? न न, समीचीनं समीचीनम्. इत्युक्ते तत्र लक्ष्यलक्षणन्यायः इति अत्र उक्तं, तेन न्यायेन एकवारम् एकस्मिन् स्थले कार्यं जातं चेत् पुनः द्वितीयवारं न जायते, अतः इदानीं अत्र पुनः नामी इति सूत्रस्य कार्यं न भवति. तिस्र आदेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेशः यदा भवति तदानीं पुनः नामी इति कार्यं न करोति. अतः न तिष्ठति तस्र इति सूत्रस्य अवकाशः न लभ्यते. अतः तत्सूत्रं व्यर्थं भवति. अर्थकृतनिमित्तं स्वीक्रियते चेत् तत्र न तिष्ठति तस्र इति सूत्रं व्यर्थं भवति. अतः अर्थकृतनिमित्तं मास्तु इति एव अत्र सारांशः. समीचीनं महोदय. अस्तु, कोऽपि प्रश्नः वा अत्र? भगिनि, एतदेव वयं पूर्वमपि चर्चितं खलु, तदेव वयं चर्चितवन्तः. ततः एव मया किं कृतम् इति चेत् एकवारं सम्पूर्णतया उक्तम्. इदानीं पठति चेत् अवगमनं सम्यक् भवति इति कृत्वा. अस्तु अस्तु अस्तु, इदानीं ततः अग्रे गीता भगिनी पठति वा? भगिनि, स्थानिवत् आदेशो अनल्विदौ इति सूत्रं मया न सम्यक् अवगतं भगिनि. इत्युक्ते अत्र अत्र इदानीं तावदेव अवगच्छतु. अत्र मूले धातुः अस्ति चेत् स्थानी स्थानी धातुः अस्ति चेत् आदेशः अपि धातुः भवति. तदवगतं खलु, पर्याप्तं. तत्र अनल्विदौ इति चिन्ता मास्तु. तत्र बहु किमपि अत्र करपत्रे नास्ति, न लिखितम्. अतः मया किञ्चिदेव उक्तम्. अधिकं वदामि चेत् भ्रमः भवति, यतोहि तस्य तत् पृथक् पृथक् विषयः अस्ति. अत्र बहु गभीरचिन्तनं करणीयं स्थानिवत् आदेशो अनल्विदौ इत्यस्य विषये. अतः इदानीं बहु बहु गभीरं एतत् गीता भगिनी एकं सूत्रं स्वीकृत्य एतादृशं दलकृत्यं भवति वा भगिनि? कुत्र? अत्र त्रयाणाम् इत्यस्य स्थाने तिसृणां भवति. एतस्य चिन्तनमेव खलु अत्र स्त्री अत्र केवलं बलाबलस्य विषये एतादृशचिन्तनं, बहु अधिकं चिन्तनं. यतोहि अत्र अन्तरङ्गम् इति विषयः एव जटिलः अस्ति. तत्र कीदृशनिमित्तम् इति इतोपि जटिलः विषयः. अतः विषयः किम् इति एव विस्मृतवती. अत्र बहु किमपि चर्चा जाता. इत्युक्ते अत्र अन्तरङ्गम् इति विषयः बहुत्र न पश्यामः, विरलतया एव पश्यामः. पश्यामः चेत् कीदृशचिन्तनं भवति, कीदृशविषयाः तत्र सन्ति इति अत्र किञ्चित् आस्वादः भवतु इति कृत्वा लिखितमस्ति अत्र. अग्रे गत्वा पुनः यदा अन्तरङ्गम् इति विषयः पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्य एव इदानीं चर्चा भवत् अस्ति खलु? सत्यं सत्यं, वस्तुतः पूर्वोपस्थितनिमित्तकत्वम् इत्यस्मिन् विषये एव नास्ति, परन्तु अन्तरङ्गम् इत्यत्र अङ्गम् इति निमित्तं कीदृशनिमित्तं स्वीकर्तव्यम् इत्यस्मिन् विषये चर्चा. अस्तु, गीता भगिनी. हा भगिनि, अत्र स्त्री अर्थः इत्युच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते, अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्वं वदामः व्यवहारे, यथा वस्तुतः लिङ्गम् अर्थनिष्ठं स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठं गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते. इत्युक्ते विशेषतया निमित्ततया न गृह्यते, अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते, अर्थः सम्पूर्णतया परित्यक्त्वः इति न उच्यते, किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः, अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्यानि इत्यञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. क्लिष्टमेव अस्ति भगिनि. अत्र स्त्री स्त्री उपरि निदर्शने स्त्री अर्थकृते अस्ति स्त्री पदम् इति लिङ्गं निर्देशति निर्दिष्टति अकारान्तपुल्लिङ्गरामशब्दः अपि अस्य तदेव लिङ्गम् अर्थनिष्ठम् इत्युक्ते किं भगिनि स्त्रीलिङ्गमपि गुणः अस्ति लिङ्गमपि गुणः एव इति लिङ्गं स्त्रीलिङ्ग स्त्रीत्वम् इति वदामः चेत् गुणः लिङ्गम् इति वदामः चेत् तत्र कः अर्थः बुध्यते यदि वयं वदामः पुल्लिङ्गः स्त्रीलिङ्गः इति वदामः तर्हि तत्र किं बुध्यते एकः पुरुषः अस्ति सः पुल्लिङ्गः इति वदामः चेत् तर्हि तत्र कः अर्थः विशिष्टः इति अर्थः खलु वैशिष्ट्यं विशिष्टः इति अर्थः इत्युक्ते तत्र पुल्लिङ्गम् इत्युक्ते तादृशपुरुषस्य आकारं सर्वं दृष्ट्वा वयं वदामः सः पुल्लिङ्गः अस्ति पुल्लिङ्गः अस्ति इति वदामः तर्हि पुल्लिङ्गः इति विशिष्टः अस्ति तर्हि अर्थनिष्ठं वैशिष्ट्यं शब्दस्य वैशिष्ट्यम् उच्यते इत्युक्ते तत्र विशेष अर्थः अस्ति पुल्लिङ्गः इति वदामः चेत् विशेष अर्थः अस्ति खलु तत्र एवमेव स्त्रीलिङ्गः इति वदामः चेत् विशेष अर्थः अस्ति तत्र नपुंसकलिङ्गः इति वदामः चेत् विशेष अर्थः अस्ति तर्हि लिङ्गम् इति वदामः चेत् तत्र अर्थनिष्ठम् इत्युक्ते अर्थः अस्ति तस्मिन् लिङ्गे विशेषः अर्थः अस्ति अर्थनिष्ठम् इत्युक्ते अर्थम् अर्थः विद्यमानः इति अर्थः निमित्तं भवति अर्थः तत्र न अत्र निमित्तस्य विषयं नास्ति केवलं लिङ्गम् इत्यस्य कः अर्थः पुल्लिङ्गः स्त्रीलिङ्गः इति वदामः चेत् लिङ्गम् इत्यस्य कः अर्थः इति वयं स्त्रियाम् इति सूत्रे उक्तं खलु त्रिचत्रो स्त्रियां स्त्रियाम् इति उक्तं स्त्रियाम् इत्यत्र स्त्रीलिङ्गः इति अर्थः अस्ति खलु तर्हि लिङ्गम् इति यदा वदामः लिङ्गम् इत्यस्य अर्थः अस्ति स्त्रीत्वम् इति गुणः अस्ति स्त्रीत्वम् इत्युक्ते गुणः विशिष्टः गुणः लिङ्गम् इत्युक्ते तस्य अर्थः अस्ति इति अर्थः अग्रे वदतु अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेषतया निमित्ततया न गृह्यते स्त्रीत्वं गुणः अस्ति अनेन च शब्दः विशिष्यते इत्यस्य कः अर्थः द्वितीयवाक्ये अस्ति खलु स्त्रीत्वं तृतीयवाक्यं स्त्रीत्वं गुणः अस्ति स्त्रीत्वं गुणः अस्ति अनेन च शब्दः शब्दः विशिष्यते शब्दः विशिष्यते भवती उक्तवती किल स्त्रीत्वं गुणः भवति लिङ्गं भवति स्त्रीत्वं गुणः अपि अस्ति अर्थनिष्ठमपि अस्ति अर्थः अपि अस्ति स्त्रीत्वे वैशिष्ट्यते विशिष्यते इदानीं रमा इति शब्दः आकारान्तस्त्रीलिङ्गः स्त्रीलिङ्गशब्दः इति वदामः चेत् स्त्रीलिङ्गशब्दः स्त्रीलिङ्गः इति यदि वदामि स्त्रीलिङ्गः इति विशेषणमस्ति खलु शब्दः इत्यस्य तर्हि शब्दः विशिष्यते खलु अत्र बहवः शब्दाः सन्ति तेषु स्त्रीलिङ्गशब्दः इति यदा वदामि चेत् तदानीं शब्दसमुदायस्य मध्ये अहं पृथक् कर्तुम् इच्छामि स्त्रीलिङ्गशब्दं पृथक् कर्तुम् इच्छामि तर्हि स्त्रीलिङ्गः इति विशेषणम् अस्ति तदेव अत्र उक्तं शब्दः विशिष्यते विशेषयति इति कृत्वा विशिष्टः अर्थः अस्ति अर्थमाश्रित्य तत्र पृथक्करणं भवति अग्रे गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते गुणानां साक्षात् निमित्ततया कथनम् इत्युक्ते सूत्रेषु इदानीं त्रिचतुरोस्त्रियां तिस्विचतस्र इति सूत्रे विभक्तिप्रत्ययः परः इति नास्ति इति चिन्तयतु. विभक्तिप्रत्यये परे इति नास्ति इति चिन्तयतु. केवलं स्त्रियाम् इत्येव सप्तम्यन्तम् अस्ति. तर्हि तदेव निमित्ततया वयं स्वीकर्तुं शक्यते वा इति चेत् तत्र कार्यं भवति वा? न भवति किल. न भवति खलु. यावत्पर्यन्तं विभक्तिप्रत्ययः इति नास्ति विशेष्यरूपेण, तावत्पर्यन्तं स्त्रियाम् इत्येव वदति चेत् तत्र न सङ्गच्छते. अतः गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा यदि स्त्रियाम् इति वदामः चेत् तत्र स्त्रीत्वविशिष्टव्यक्तिः एव उच्यते निमित्ततया. इत्युक्ते किं व्यक्तिः इत्युक्ते कं किम् इति चेत् तत्र प्रत्ययः, प्रत्ययः एव तत्र निमित्तरूपेण स्वीकृतमस्ति खलु. विभक्तिसंज्ञकप्रत्यये परे इति कार्यमस्ति. स्त्रीत्वम् इति विशेषः अर्थः अस्ति. अनेन प्रत्ययः विशेषयति, प्रत्ययं विशेषयति. अतः तत्र गुणः साक्षात् निमित्तरूपेण न स्वीक्रियते, परन्तु तत्र यस्मिन् गुणः अस्ति तमेव वयं स्वीकुर्मः. अत्रापि संज्ञा सम्ये इति वा भगिनि? संज्ञा सम्यी इति गुणः, गुणः गुणी इति वक्तुं शक्यते. गुणः गुणी इति वक्तुं शक्यते. अस्तु, अत्र स्त्रीत्वं गुणः अस्ति, गुणी तिस्रो गुणी इति तत्र प्रत्ययः अस्ति. गुणम् अस्ति इति गुणः अस्य अस्ति इति गुणी. अस्तु, इदानीम् अत्र किञ्चिदेव वदामि. समयस्य अभावे अत्र समयः अतीतः इति कृत्वा किञ्चित् उक्त्वा समापयामि. इति कृत्वा तत्र गुणस्य निमित्तरूपेण स्वीकरणं नास्ति, अतः तत्र विशेष्यरूपेण न स्वीक्रियते. गुणः विशेष्यरूपेण न स्वीक्रियते. तर्हि सम्पूर्णतया अर्थस्य अर्थः परित्यक्तव्यः इति वा इति चेत् न. तत्र अर्थः तु विशेषणरूपेण स्वीक्रियते. विशेष्यम् अन्यत् किमपि अस्ति, अर्थः विशेषरूपेण स्वीक्रियते. तर्हि सामान्यतया अस्माकं सूत्रेषु निमित्तं किम् इति चेत् विशेष्यमेव निमित्तरूपेण स्वीकुर्मः, न तु विशेषणानि. विशेषणम् अत्र विशेषणं साक्षात् निमित्तरूपेण न स्वीक्रियते, यथा अत्र अर्थकृतनिमित्तम् इति उक्तम् इति तस्मिन् विषये किञ्चित् अत्र दत्तमस्ति. तावदेव. पुनः अग्रिमसप्ताहे एकवारं पश्यामः, अत्र स्थगयामः. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः.